अस्तु, अद्यतनविषयः भवति एकत्वादिव्यवहारहेतुः सङ्ख्यानिरूपणम् इति. तस्मात् प्राक् गते सप्ताहे किञ्चित् अस्माभिः चर्चितम् असमवेतगुणानां विषये. असमवेतगुणानां विषये यदा चर्चा जाता तदा गुणः अपरस्मिन् गुणे भवितुम् अर्हति वा इति कश्चन प्रश्नः आसीत्. गुणः स्वयम् अपरस्मिन् गुणे भवति वा इति प्रश्नः आसीत्. तत्र उदाहरणत्वेन एकः घटः निर्मीयते चेत् एकः घटः इति आकारः भवति, तस्य अर्थः अस्ति यद् घटे एकत्वम् अस्ति, अपि च घटस्य किञ्चन रूपमपि वर्तते इति कृत्वा घटे रूपमपि वर्तते. घटे एकत्वमपि अस्ति समवायेन, रूपमस्ति समवायेन. अत्र प्रश्नः अस्ति यत् एकं रूपम् इति यदा वाक्यं भवति तदा कः कस्मिन् अस्ति, रूपम् एकत्वे अस्ति वा अथवा एकत्वं रूपे अस्ति वा इति कश्चन प्रश्नः आसीत्. तस्य विषये किञ्चित् चर्चामपि कृतवन्तः. तर्हि पुनरावर्तनरीत्या इतोपि एकवारं किञ्चित् पठित्वा अग्रे सरेम. सावित्री भगिनी पठति वा तत्र एतादृशकार्य? नमस्ते, जयन्ती अस्ति, क्षम्यतां. जयन्ती भगिनी, अस्तु. सावित्री भगिनी, सप्त अशीतितमे पुटे. इदानीम् अस्मि भगिनी. कुतः कुतः आरभामः? सप्त अशीतितमे पुटे अन्तिमपरिच्छेदं पठति वा? प्रश्नः अस्ति एकत्वं रूपे भवति वा, एकः रूपः इति यदा वदामः एकत्वं रूपे भवति वा इति प्रश्नः. अस्तु, एतादृशकार्यकारणभावे तत्र वा? एतादृशकार्यकारणभावे सिद्धे भावकार्यमात्रं प्रति द्रव्यस्य समवायिकारणत्वे च सिद्धे एको घटः इति घटे एकत्वावगाही प्रत्ययः तयोः समवायमेव प्रकाशयति. पुनः पठामि तत् वाक्यं भगिनि. एतादृशकार्यकारणभावे सिद्धे भावकार्यमात्रं प्रति द्रव्यसमवायिकारणत्वे च सिद्धे एको घटः इति घटे एकत्वावगाही प्रत्ययः तयोः समवायमेव प्रकाशयति. सङ्ख्यायाः घटस्य च समवायात् परन्तु एकं रूपमिति प्रतीतिः जायमाना अपि एकत्वरूपयोः समवायं न प्रकाशयति. दर्शितरीत्या सङ्ख्यारूपगुणं प्रति रूपात्मकस्य गुणस्य समवायीकारणत्वा असम्भवात्. अतः इयं प्रतीतिः तयोः समवायं नावगाहते. किन्तु समवायघटितसामानाधिकरण्यमेव एकस्मिन् एव हि घटे एकत्वं रूपं च उभयं समवायेन वर्तते. अतः तयोः समानाधिकरण्यं समवायघटितमिति स्पष्टम्. एवं च घटे समवायेन विद्यमानम् एकत्वं सामानाधिकरण्येन रूपे प्रतीयते इति तादृशज्ञानस्यापि निर्वाहः शक्यः कर्तुमिति दिक्. अस्तु, भगिनि, किञ्चित् सारांशरूपेण उच्यतम्. सारांशः अयं, घटे एकत्वम् अस्ति. किमर्थं चेत् एकः घटः अस्ति, तत्र एकत्वं गुणरूपेण घटे वर्तते. अपि च रूपम् अपि घटे वर्तते. एकत्वम् अपि च रूपं द्वयोः समवायी समवायात् घटे वर्तते. परन्तु रूपमपि एकम् अस्ति. प्रश्नः अस्ति यत् एकम् एकत्वं रूपे भवितुम् अर्हति वा न वा. एकः घटः तु तत्र स्पष्टमस्ति, एकत्वं गुणरूपेण घटे समवायात् वर्तते. परन्तु एकत्वं रूपम् अपि भवितुम् अर्हति वा, तत्र एकस्मिन् घटे एकत्वम् अपि अस्ति रूपमपि अस्ति, द्वयोः समवायसम्बन्धेन वर्तते. तयोः समानाधिकरण्यम् अस्ति. तर्हि रूप एकत्वयोः मध्ये कीदृशः सम्बन्धः अस्ति? रूप एकत्वयोः अस्तु समानाधिकरण्यम् अस्ति द्वयोः मध्ये. द्वयोः मध्ये समानाधिकरण्यमेव, घटे घटः इति समानाधिकरणं, तस्य भावः समानाधिकरणम् अस्तु. अस्तु, समवायेन विद्यमानम् एकत्वं समानाधिकरण्येन रूपे प्रतीयते इति तादृशज्ञानस्यापि निर्वाहः शक्यः कर्तुमिति दिक् इत्युक्ते अन्तिमवाक्यं वदति यत् एकत्वं रूपे अपि भवितुम् अर्हति सामानादिकरण्येन परम्परया भवितुम् अर्हति इति. सामानादिकरण्येन तु अवश्यं, यतोहि उभयोः एकः एव एकमेव अधिकरणं. परम्परासम्बन्धः इति भवत्या यदुक्तं, तस्य विषये किञ्चित् वदति वा? वयं पूर्वं दृष्टवन्तः अत्र किमासीत्, हा, शीतस्पर्शः जले अस्ति, परन्तु घटं घटः इति पृथ्वी अस्तु पार्थिवद्रव्यं, तस्मिन्नपि शीतस्पर्शः भवति चेत् केन सम्बन्धेन भवति शीतस्पर्शः घटे? परम्परया भवितुम् अर्हति. शीतस्पर्शः तु जलं जलस्य लक्षणं भवति, गुणः गुणः भवति. तादृशगुणः घटे संयोगसम्बन्धेन जलस्य संयोगसम्बन्धेन भवितुम् अर्हति. तत्र स्वसमवायी संयुक्तत्वात् बहु सम्यक् अस्ति स एव सम्बन्धः परम्परया आम् परम्परासम्बन्धः अथवा स्वसमवायी संयुक्तसम्बन्धः स्वसमवायी संयुक्तत्वसम्बन्धः इति उच्यते. यतोहि शीतस्पर्शः साक्षात् घटे नास्ति, परन्तु शीतस्पर्शः स्वसमवायिनी जले अस्ति समवायेन, पुनः जलम् अस्ति संयोगेन घटे वा अथवा पृथिव्यां, तदर्थं स्वसमवायी संयुक्तत्वरूपसम्बन्धेन शीतस्पर्शः घटे. तथा एव इदानीं रूपः घटः एकत्वम् इति स्वीक्रियते चेत् अथवा एकत्वं घटः रूपम् इति स्वीक्रियते चेत् तत्र कथं भवति सम्बन्धः? तत्रापि किञ्चित् भिन्नम् अस्ति अत्र. एकत्वं घटे अपि अस्ति, परम्परया रूपे अपि भवितुम् अर्हति. न न परम्परया, हा, परम्परया भवितुम् अर्हति, परन्तु यथा स्वसमवायिसंयुक्तत्वम् इति उक्तं तथा एव अत्र सम्बन्धस्य नाम किं स्यात्? स्वाश्रयसमवेतत्व बहु सम्यक्, बहु सम्यक् अस्ति भगिनि. एकत्वं समवायेन घटे वर्तते. तर्हि एकः घटः इति वाक्ये एकत्वं समवायेन घटे. एकं रूपं घटस्य इति यदा वदामः तदा रूपम् इति घटे समवेतः, समवेतः गुणः इति कृत्वा तस्मिन् समवेतत्वम्. अपि च एकत्वस्य आश्रयः कः? घटः. घटः. घटेन सह पुनः रूपस्य सम्बन्धः वर्तते इति कृत्वा स्व आश्रयसमवेतत्वसम्बन्धेन एकत्वं रूपे. एकः घटः इति यदा ज्ञानं जायते तदा स्वसमवायिसमवेतत्वेन अथवा स्व आश्रयसमवेतत्वेन एकत्वं रूपे इति सिद्ध्यति. तथा एव सर्वत्र गुणद्वयं वर्तते. अत्र किञ्चित् प्रश्नः अस्ति. एकः घटः तस्मिन् एकमेव रूपम् अस्ति किल? स्वाश्रयसमवेतत्वसम्बन्धेन एकत्वं रूपे वर्तते. तत् यत्र एकत्वं रूपे वर्तते वदामः, तत्र एकत्वं तु एकरूपः, भिन्नभिन्नरूपाणि भवन्ति चेत् तत्र तथा न वदामः किल? तथा अस्तु. इदं चिन्तयतु, घटः इति द्रव्यमस्ति, मिश्रितरूपम् अस्ति तस्य. परन्तु घटस्य आकारः, एकं घटं दृष्ट्वा इदं अयं घटः इति कथं वक्तुं शक्नुमः? कश्चन घटगतरूपं भवति एव खलु. परन्तु अत्र रूपम् आकारः न किल? न भगिनि, अत्र घटे भिन्नभिन्नरूपाणि स्युः. अस्तु, नीलरूपं, पीतरूपं, परन्तु घटस्य स्वयमपि एकः रूपम्, एकः आकारः भवति, रूपं भवति. दृष्ट्वा घटम् इति अभिज्ञातुं शक्नुमः. तर्हि घटस्य एकं रूपम् इति तस्मिन् अर्थे उक्तम्. अस्तु अस्तु अस्तु. वृक्षस्यापि भिन्नभिन्न अवयवैः भिन्नरूपाणि मिलित्वा तत्र रूपं स्यात्, परन्तु वृक्षं दृष्ट्वा वृक्षः इति अभिज्ञातुम् एकं रूपं स्यात् मनसि. तादृशस्य विवरणमस्ति अत्र. अस्तु, अत्र रूपम् आकारः समानः वा? तत् मम प्रश्नः. अत्र चिन्तयतु यत् किञ्चन विशिष्टरूपं स्वयं घटगतरूपम् दृष्ट्वा घटः इति अभिज्ञातुं येन शक्नुमः तादृशं रूपम्. अथवा सरलरीत्या अवगमनाय फलः, फलम् इति स्वीकरोतु, तस्मिन् तु एकः एव रसः, कस्यचित् फलस्य एकः एव रसः. तत्र स्पष्टमस्ति, तत्र माधुर्यं भवति अथवा किमपि भवतु. मम प्रश्नः अस्ति यत् माधुर्यम् एव वा अथवा रूपम् आकारं वा इति वर्गे स्पष्टं नास्ति. एकं रूपम् इति उदाहरणे तु घटस्य आहत्य कीदृशं रूपं भवति तादृशम्. धन्यवादः. अस्तु, अन्येन केनापि आगतं मध्ये? वर्धने अस्मि. नमस्कारः भगिनि. अस्तु, इतः अग्रे सरेम. तर्हि राजेन्द्रमहोदय पठति वा अग्रे गुणनिरूपणे? गुणनिरूपणे कर्म प्राप्तां संख्यां निरूपयति. एकत्वादिव्यवहारहेतुः संख्या सा नवद्रव्या द्रव्यवृत्तिः. एकत्वादिपरार्दर्पयन्ता एवं वा भगिनि? परार्धर्पयन्ता. सत्यम्, एकत्वादिपरार्धपर्यन्ता. अस्तु, अनन्तरं संख्यायाः प्रवृत्ति प्रवृत्तिविभागान्ताः गुणाः नवसु अपि द्रव्येषु वर्तन्ते, तथा हि द्वित्वादीनां वक्ष्यमानरीत्या कदाचित् कत्वे अपि एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति। एकः घटः, एकः आकाशः इत्यादि ज्ञाने हि तत्सिद्धिः, परिमाणम् अपि तथा। तस्य अनुमहत् आदिविभागः ग्रन्थकारेण प्रदर्श्यते। सङ्ख्यावादेव पृथक्त्वम्, एकपृथक्त्वं, द्विपृथक्त्वम् इत्येवं विधं भवति। तत्र द्विपृथक्त्वादीनां कदाचित्कत्वे अपि एकपृथक्त्वं सर्वेषु द्रव्येषु भवति। अस्तु, उच्यतां महोदय। सङ्ख्या यथा गुणः अस्ति, तत् नवसु द्रव्येषु तत् वर्तन्ते सङ्ख्या। प्रथमतया लक्षणवाक्यं किम् आसीत्? एकत्वादि व्यवहारहेतुः सङ्ख्या। एकत्वादि व्यवहारहेतु सङ्ख्या, सङ्ख्यायाः असाधारणकारणत्वम् एकत्वसङ्ख्याः भवन्ति। इत्युक्ते एकं द्वे इति इत्यादिकं व्यवहाराय हेतुः कः इत्युक्ते सङ्ख्या। एकत्वादिव्यवहार असाधारणकारणत्वम् इति अपि उच्यते। सा नवद्रव्यवृत्तिः, एषा वृत्तिः सर्वेषु द्रव्येषु अस्ति, नवद्रव्येषु अस्ति। एकत्वादि परादर्पयन्ता, तत् न जानामि भगिनि किमस्ति। अस्तु, सङ्ख्या तु नवद्रव्येषु वर्तते इति उक्तं, तदनन्तरम् एकत्वादि परार्धपर्यन्त इत्युक्ते तत्र सङ्ख्यानिरूपणे एकं श्लोकमपि उक्तं महोदयेन वर्गे, एकं दशं शतं चैव सहस्रं युतम् इत्यादिकं, तत्र दशगुणितं दश दश इति क्रमेण गच्छति सङ्ख्याया के सङ्ख्याः सन्ति इति, एकः, तदनन्तरं दश, शत, सहस्र, पुनः अयुतम् इति अपि अस्ति, दशसहस्र 10,000 इति कृते इति कृत्वा, तदनन्तरं लक्ष, कोटि इत्यादिकं गत्वा अन्ते परार्धम् इति प्राप्नुवन्ति तत्र। वस्तुतः तथा न स्यात्, सङ्ख्यायाः सीमा नास्ति, परन्तु अस्यां चर्चायां तथा अस्ति, एकत्वादि परार्धपर्यन्तं, परार्धम् इति सङ्ख्यायाः सीमा इति परिगण्यते। सङ्ख्यायाः प्रवृत्तिविभागान्तगुणाः नवसु अपि द्रव्येषु वर्तन्ते। पुनः तथैव सङ्ख्या यथा गुणः, सः गुणः नवसु द्रव्येषु अस्ति, तथा हि द्वित्वादीनां वक्ष्यमानरीत्याः कदाचित् कृत्वे अपि एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति। तथा हि यथा एकत्वम् अस्ति तथैव त्रित्वं तदपि भवितुम् अर्हन्ति, परन्तु सर्वेषु द्रव्येषु सर्वदा एकत्वं तु भवति एव, अन्यसङ्ख्याः अपि भवन्ति परन्तु एकत्वं भवति एव। वदतु, यथा सम्यक् न वदामि। एको घटः, एकः आकाशः इत्यादि ज्ञाने तत्सिद्धिः, यथा वयं वदामः एकः घटः, एकः आकाशः, एकः वृक्षः, तथा यत्किमपि नामानि तत् सङ्ख्या अस्ति, तत् सर्वं सिद्धिः अस्ति, तथा यथा वयं वदामः एकः आकाशः एकः घटः तथा परिमाणम् अत्र एकमपि वक्तव्यमस्ति, सङ्ख्यायाः प्रभृतिविभागान्ताः गुणाः. विभागान्ताः गुणाः इत्युक्ते के के? तत्र गुणनिरूपणे रूपरसगन्ध इत्यादिकम् आसीत् खलु, तस्मिन् क्रमे सङ्ख्या, तदनन्तरं परिमाणं, पृथक्त्वं, संयोगः, विभागः इति पञ्चगुणाः. एते तदर्थं सङ्ख्यायाः प्रभृति, सङ्ख्यायाः आरभ्य अथवा सङ्ख्यातः आरभ्य विभागपर्यन्तं सर्वे कुत्र वर्तन्ते? नवसु द्रव्येषु वर्तन्ते. नवसु द्रव्येषु, अस्तु. अग्रे तस्य अणुमहद्विभागः ग्रन्थकारेण प्रदर्श्यते. ग्रन्थकारेण यथा न्यायिकाः तत् प्रदर्श्यन्ते, तत् सिद्धं कुर्वन्ति. सङ्ख्यावादेव पृथक्त्वम्, एकपृथक्त्वं, द्विपृथक्त्वम् इत्येविधं भवति. यथा सङ्ख्या अस्ति तथैव पृथक्त्वम्, एकपृथक्त्वं, द्विपृथक्त्वं, तदपि गुणः अस्ति गुणेषु, चतुर्विंशतिगुणेषु गुणेषु तदपि भवति द्रव्येषु. तत् द्विपृथक्त्वादीनां कदाचित् द्वे अपि एकपृथक्त्वं सर्वेषु द्रव्येषु भवति. तत् न जानामि भगिनि. यथा द्वित्वम् इति संख्या कदाचित् एव भवति द्रव्येषु, तदर्थमेव कदाचित् कत्व इति उक्तं. कदाचित् इत्यस्य भावः कदाचित् कत्व इति. एकत्वं तु सर्वेषु द्रव्येषु वर्तते एव, द्वित्वादीनां वक्ष्यमाणरीत्या कदाचित्कत्वे अपि एकत्वं सर्वेषु द्रव्येषु इति उक्तं खलु. तथैव पृथक्त्वमपि, एकपृथक्त्वम् इति तु सर्वेषु वर्तते, परन्तु द्विपृथक्त्वम् इत्यादि कदाचिदेव भवति इति. अग्रे एतत् सर्वम् आयाति मन्ये, परिमाणं, पृथक्त्वम् इत्यस्य विषये इतोपि किञ्चित् पठेम इति मन्ये. एतावता स्पष्टं वा भगिनी? एकः संशयः अस्ति आकाशविषये. एकत्वं, द्वित्वम् इति कथं? द्वित्वं नास्ति तस्मिन् विषये. तदर्थमेव उक्तं खलु कदाचित्कं, कदाचित्कत्व इति. तर्हि परन्तु एकः आकाशः इति आकाशः एकः एव. आकाशस्य निरूपणसन्दर्भे अपि आसीत् इति मन्ये, तथा किमपि आकाशस्तु एकः एव इति. तर्हि द्वित्वम् इत्यादिकं सर्वेषु भवति न वा, द्रव्येषु भवति न वा इति संशये सत्यपि एकत्वं तु भवति एव सर्वेषु द्रव्येषु इत्येव उक्तम् अथ. परन्तु प्रश्नः अस्ति भगिनि, तत्र प्रथमपुटे यत्र द्रव्येषु गुणाः सन्ति, कालः इति एतस्य गुणः, सङ्ख्या इति दिक् सङ्ख्या इति गुणः अस्ति, तत् तस्य गुणस्य गुणम् अथवा चत्वारिंशत् गुणे तत् पृथक् भिन्नः वा कथं भवति तत्र? न, प्रश्नः न अवगतः. प्रथमे पुटे, प्रथमे पुटे तत्र द्रव्यगुणः इति, कालः तस्य गुणः, सङ्ख्या दिगः गुणः, सङ्ख्या आत्मनः गुणज्ञानम् इति तत्र अस्ति. अत्र सङ्ख्या इति सर्वेषु द्रव्येषु भवति? आमां, सर्वेषु द्रव्येषु भवति, परन्तु तत्र न प्रदर्शितं तावदेव. अत्र विशिष्टगुणानामेव प्रदर्शनं, पृथिव्यां गन्धः इति भवति, अन्यत्र नास्ति खलु, तदर्थं तथा प्रदर्शितमस्ति. लक्षणगुणः एव इति. अस्तु, अग्रे माला भगिनी पठति वा? माला भगिनी, माला भगिनी अस्ति किम्? अस्तु सरला भगिनी अग्रे. आं भगिनि, संयोगः प्रसिद्धः स च प्रायः क्रियाजन्य आकाशादिद्रव्याणां विभुत्वात् क्रिया न भवति इति प्राक् निरूपितम्. परन्तु घटादिमूर्तेषु उत्पद्यमानयः क्रियया आकाश आदौ संयोगः जायते. विभागो अपि संयोगनाशको गुणः इति लक्ष्यते. तस्य अपि विभुद्रवेषु मूर्तसमवेतक्रियायाः उत्पत्ति भवति. आहत्य च नवसु द्रवेषु एव भवन्ति इति ते साधारणगुणाः इति प्रसिद्धा. संख्याया गुणस्य अनन्तरं संयोगगुणः अस्ति. संयोग अपि प्रसिद्धः स च प्रायः क्रियाजन्य. संयोगगुणस्य कारणे क्रिया उत्पद्यते. उदाहरणमस्ति आकाश. अत्र संयोगेन क्रिया उत्पद्यते इति न, क्रियया संयोगः उत्पद्यते. उत्तमं. तदर्थं जन्यः, संयोगः जन्यः, केनचित् जन्यः भवति. क्रियया जन्यः, यस्य जन्म भवति सः जन्यः खलु. आं, यः जनयति सः जनकः, जनकं जन्य अस्ति. अस्तु, वदतु भगिनि, उदाहरणं किमपि अस्ति, वदन्ति आसीत् खलु. आकाशादिद्रव्याणां विभुत्वात् क्रिया न भवति. आकाश वयं जानामि विभु द्रव्यम् अस्ति, तस्य का क्रिया न भवति इति वयं जानीमः. परन्तु घटा आदि मूर्तेषु उत्पद्यमान्याः क्रियया आकाशा आदौ संयोग जायते. यदि मूर्तेषु द्रव्येषु, उदाहरणं पृथ्वी, तस्य संयोग यदि आकाशेन भवति तद् क्रिया जन्यते. हा, मूर्तद्रव्ये द्रव्याणि कानि इति स्मरति वा? मूर्तद्रव्याणि पृथ्वी, जलं, वायुः अपि च मनः इति मूर्तद्रव्याणि. तेषु क्रिया अस्ति. आकाशः तु विभुद्रव्यम् अस्ति, तस्मिन् नास्ति क्रिया. मूर्तद्रव्येषु या क्रिया उत्पद्यते तेन आकाशादौ संयोगः जायते. अत्र एकः प्रश्नः उदेति, अत्र संयोगः कथं जायते इति. आकाशः तु सर्वदा भवति. यदा पुस्तकम् इति द्रव्यं स्वीकरोतु, पुस्तकम् उत्पद्यते चेत् तदा तु जायते, परन्तु पुनः कथं वा संयोगः जायते इति प्रश्नः कश्चन भवति खलु. तत्र एवं चिन्तनीयमस्ति यत् आकाशः अपि उपाधिभेदात् भिद्यते खलु. प्रकोष्ठे यः आकाशः अस्ति सः भिन्नः, परन्तु प्रकोष्ठात् बहिः यः आकाशः अस्ति सः भिन्नः. पुस्तकम् इतः तत्र नयामश्चेत्, प्रकोष्ठात् बहिः नयामश्चेत् तत्र प्रकोष्ठे बहिः यः, प्रकोष्ठात् बहिः यः आकाशः अस्ति तेन सह संयोगः जायते पुस्तके विद्यमानया क्रियया. तदर्थम् अत्र उक्तं मूर्तद्रव्येषु उत्पद्यमानक्रियया विभुद्रव्येषु संयोगः इति. क्रियया मूर्तद्रव्येषु भवति, न आकाश. हा, नास्ति. मूर्तद्रव्यम् इति यदुक्तं तेषु एव क्रिया भवति. तेषु एव क्रिया भवति. आकाशः, कालः, दिग्, आत्मा, एते विभुद्रव्याणि एतानि. अग्रे, विभागो अपि संयोगनाशकगुणः इति लक्ष्यते. विभाग अन्यगुणः अस्ति, तस्य अपि तस्य लक्षणम् अस्ति संयोगनाशकगुण. यदि संयोग नश्यति तत् विभागं भवति इति सत्यं. तस्यापि विभुद्रवेषु मूर्तसमवेतक्रियया उत्पत्तिः भवति. वस्तुतः यथा संयोगः तथैव संयोगविनाशकगुणः अपि. आहत्य च नवसु द्रवेषु एते भवन्ति इति ते साधारणगुणा इति प्रसिद्धा. सो विभाग संयोग संख्या एते साधारणगुणा इति सत्यम्. एते साधारणगुणाः गुणाः. भगिनी एकः प्रश्नः अस्ति, यथा परिच्छेद तत्र आरम्भे तत्र अस्ति संयोगप्रसिद्धः शास्त्रप्रया क्रियाजन्यः, संयोगक्रियाजन्यः अस्ति वा तत्र किञ्चित् संशयमस्ति न अवगच्छ. क्रियाजन्यः इति संयोगस्य विशेषणम् अस्तु. क्रियाजन्यः संयोगः विशेषणमस्ति. क्रियाजन्यः विशेषं संयोगः अस्तु. तर्हि क्रियाजन्यः इति पदम् उपयुज्य संयोगस्य निरूपणं भवति. क्रियया जायते इति क्रियाजन्यः. कस्मिन् विद्यमानक्रियया जायते? मूर्तद्रव्येषु विद्यमानक्रियया जायते. तादृशः अस्ति क्रियाजन्यः, अपि च सः संयोगः इति गुणः. तथैव विभागः अपि क्रियाजन्यः एव. स्पष्टं वा महोदय? आम् आम् आं भगिनि. भगिनि तत्र क्रियात् जन्यः इति न कर्तुं शक्नुमः वा? क्रियायाः जन्यः नाम तस्य कारणं क्रिया इति अर्थे वदति चेत् तत् सम्यक् एव. क्रियया जन्यः इति यदा वदामः तत्र तृतीया खलु कारणम् अथवा साधनं, तस्मिन्नेव अर्थे क्रियायाः जन्यः इति वदति चेत् सम्यक् एव अस्ति इति मन्ये. भगिनी पूर्वं वयं पठितवन्तः कन्दुकेन क्रियाजन्य क्रिया भवति. तत् कथम् अत्र साध्यते रूप? हा हा इतोपि एकवारं वदतु, कथं संयोगः भवति इति वा भवत्याः प्रश्नः? आम् यद् घटघटे तादात्म्यसम्बन्ध सप्त अशीति तमे पुटे अस्तु. घट समवायसम्बन्ध क्रिया घट तत् संयोग तत्र किम् अस्ति प्रश्नः कः? घटस्य स्थाने कन्दुकम् इति स्थापयति चेत् पर्याप्तं खलु? आं तद् द्रव्यम् अस्ति भवति तत्र. सत्यं सत्यम्. एतद् उदाहरणं कुत्र आसीत्? समवायिकारणनिरूपणसन्दर्भे आसीत् खलु? समवायिकारणः इत्युक्ते क्रियां प्रति वा अथवा गुणं प्रति वा यः कोऽपि यत्किमपि द्रव्यं कारणं भवति अपि च समवायेन क्रियाम् उत्पादयति इति आसीत्. तस्मिन्नेव चित्रे घटस्य स्थाने कन्दुकं स्थापयति चेत् तत्र समवायिसम्बन्धनिरूपणं भवति इति प्रश्नः वा? अस्तु. संयोगभिन्ना भवति तस्य संयोगगुण. सत्यं सत्यं. समवायिकारणे संयोगः इति न भवति एव. समवायिसम्बन्धस्य लक्षणवाक्यं किं? समवायसम्बन्धावच्छिन्नकार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्नकारणता. तस्मिन् चित्रे कार्यं किं कारणं किम् इति वदतु एकवारं. कार्यम् अस्ति क्रिया कारणं भवति घट घटः तावदेव घट वा कन्दुकं घटः वा कन्दुकं वा कारणं क्रियां प्रति तत्र पृथ्वी आसीत् अपि च गन्धः अस्ति चेत् पृथ्वी कारणं गन्धं प्रति सर्वत्र इदं वाक्यं समवायिकारणं निरूपयति समवायसम्बन्धेन स्थित्वा तादात्म्येन उत्पादयति कार्यम् इति अस्तु स्पष्टं भव अग्रे गोपालमहोदय पठति वा उत्पत्तिक्षणे द्रव्येन गुणकर्मणो सम्भवः तत्र कारणत्वविचारे इदम् अस्माभिः आलोचितं यत् कारणेन कार्योत्पत्तेः प्राक्षणे भवितव्यम् वैशाखक्षणे घटोत्पत्तिश्चेत् चैत्रक्षणे सर्वाणि घटकारणानि साक्षात् परम्परासम्बन्धैः कपाले सन्निहितानि भवन्ति अयं च नियमः सर्वविधे कारणत्वे आलोचनीयः तत् वक्ष्यमाणं समवायिकारणं वा भवेत् असमवायिकारणं वा तथा सर्वभावजन्यान् प्रति द्रव्यमेव समवायिकारणमिति सङ्ख्यादिगुणानामपि उत्पद्यमानानां द्रव्यमेव पृष्ठे समवायि पूर्वस्मिन् पृष्ठे अस्ति तत्र उत्पत्तिक्षणे द्रव्येन गुणकर्मणो सम्भव इत्युक्ते यत् यस्मिन् समये उत्पत्तिः जायते तस्य तस्मात् पूर्वं सर्वाणि साधनानि घटकारणानि इत्युक्ते साधनानि साक्षात् उदाहरणमस्ति कपालः अस्ति घट उत्पत्ति उत्पत्तेः पूर्णं कपाले सर्वाणि घटकारणानि कारणानां सम्बन्धः अस्ति सन्निहितानि भवन्ति सन्निहितानि इत्युक्ते तस्मिन् स्थले एव अथवा पार्श्वे हा हा सत्यं तत्र सन्निहितानि इत्युक्ते तत्र निहितानि अथवा विद्यमानानि भवन्ति सकाशे एव भवन्ति इति नाम केवलं समवायिकारणम् इति न यत्किमपि कारणं भवतु असमवायि वा समवायि वा अथवा निमित्तकारणानि वा यत्किमपि अङ्गीक्रियते कारणमिति तेन द्रव्यस्य उत्पत्तेः अथवा कार्यस्य उत्पत्तेः पूर्वक्षणं त्रिंशत्तमे पुटे अस्ति वयं पूर्वमपि दृष्टवन्तः तेन कार्यादिकरणे सर्वदा स्थातव्यं तेन कार्यादिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यं तथैव घट उत्पत्तिः भवेत् चेत् तस्मिन् तेन तत्र स्थातव्यं तेन सर्वदा स्थातव्यं कार्यात् घट उत्पत्तेः पूर्वं पूर्वक्षणे स्थातव्यं तस्मादेव घट उत्पत्तिः जायते निकाषकाः सन्ति सत्यं सत्यम् अयं च नियमः सर्वविधे कारणत्वे आचरणीयः किमपि भवतु कारणं सर्वेषु कारणेषु एतस्य रीत्या एव आलोचनीयः तत् वक्ष्यमाणं समवायिकारणं वा भवेत् असमवायिकारणं वा भवेत् किमपि भवतु साक्षात् परम्परासम्बन्धैः सन्निहितानि भवन्ति इति तथा सर्वभावजन्यान् प्रति द्रव्यमेव तथा सर्वभावजन्यान् प्रति द्रव्यमेव समवायकारणमिति सङ्ख्यादिगुणानामपि उत्पद्यमानानां द्रव्यमेव अस्तु. अत्र मुख्यः विषयः अस्ति गुणः अथवा कर्म द्रव्यस्य उत्पत्तेः पूर्वं न कुत्रापि भवति. द्रव्यस्य अथवा कार्यस्य उत्पत्तेः पूर्वं किं भवति? केवलं कारणानि भवन्ति. घटस्य उत्पादनं भवति चेत् घट उत्पत्तेः पूर्वं कपालः दण्डादयः भवन्ति, किन्तु घटगतगुणाः एकत्वं रूपम् इति सर्वं तस्य उत्पत्तेः पूर्वं न भवति इति. अस्तु, यद्भवति तस्य उत्पत्तेः पूर्वं तत् कारणं भवति, समवायः वा असमवायः वा यः कोऽपि यत्किमपि भवतु. तथा च सर्वभावजन्यान् प्रति द्रव्यमेव समवायिकारणम् इति सङ्ख्यादिगुणानामपि उत्पद्यमानानां द्रव्यमेव समवायिकारणम्. द्रव्ये एव सर्वभावजन्यान् प्रति द्रव्ये एव कारणं भवति, द्रव्यमेव कारणं भवति. यथा वयं तत्र पूर्वस्मिन् पुटे अस्ति घटः कारणं भवति, क्रियाकार्यं भवति, तदेव द्रव्यमेव सर्वत्र कारणं भवति. द्रव्यमेव समवायिकारणं भवितुमर्हति, अन्यत् किमपि न भवति इति. यतोहि पदार्थनिरूपणे सप्तपदार्थाः आसन्, स्मर्यते वा? द्रव्यं, समवायः, विशेषः इत्यादिकम् आसीत्. परन्तु गुणस्य च कर्मणः च द्रव्यमेव भवति समवायिकारणम्, अन्यः पदार्थः नास्ति, न भवति. अस्तु, प्रश्नः आसीत् किम्? सर्वभावजन्यान् इत्युक्ते किञ्चित् अन्यत् रीत्या वक्तुं शक्यते वा? तत्र सर्वभावजन्यान् इत्युक्ते प्रायः यत्र अभावः नास्ति इति चिन्तयामि. आम् आम्, तत् अभावः इति अपि एकः पदार्थः खलु. आम् आम् आम्. अस्तु, धन्यवादः. अस्तु भगिनि. बालसुब्रह्मण्यमहोदय अग्रे पठति वा? क्षम्यतां भगिनि, अस्मिन् वर्गे अहं केवलं अवधानमेव करोमि. चिन्ता नास्ति. तर्हि अजितः महोदय पठति वा? आं भगिनि, श्रूयते वा? हा, श्रूयते. एवं सति ततः आरभ्य. एवं सति द्रव्योत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः नः शाक्या वक्तुं तथात्वे द्रव्यस्य गुणानां च युगपत् उत्पत्त्या द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात् तर्हि तत् गुणान् प्रति कारणमपि. अतः तस्य कारणत्वरक्षायै उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति इति नियमः अभ्युपगम्यते. तस्मात् प्रथमक्षणे कार्यं द्रव्यमेव जायते. तदात्मकसमवायिकारणसमवधानेन द्वितीयक्षणे गुणोत्पत्तिः स्पष्टोऽपि अर्थः चित्रेण बोध्यते. उच्यतां महोदय. एकवारं पठतु, चिन्ता नास्ति, इतोपि एवं सति इत्यस्मात् आरभ्य खण्डशः पठित्वा वदतु. अत्र एवं सति द्रव्योत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणानां एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः नः शाक्या वक् नः इत्युक्ते वयं न न तत् तस्मिन् अर्थे नास्ति, न इत्यस्य अर्थे अस्ति. ओ न एव हा न इत्यस्य नकारात्मकः नास्ति इत्यस्य अर्थे. ओ अस्तु, ओ अस्तु, न शाक्य वक्तुम् इत्युक्ते महोदय इत्युक्ते का विभक्ति विस्मृतवान् तत्र, ऐ मीन् न श्रुतवान् तत्र, सः किमपि उक्तवान् किल तत्र नः सख्या, किमर्थं विसर्गः अस्ति तत्र न तत्र तत्र विरलः एव प्रयोगः नः इति, परन्तु नः इति न इत्यस्मिन् अर्थे नकारान्त उपयोगं महोदय अस्तु वदति महोदय. अत्र द्रव्योत्पत्तिक्षणे एव इत्युक्ते यथा पूर्वम् उक्तं द्रव्योत्पत्तिसमये वैशाखक्षणे घटोत्पत्तिश्चेत् इति प्रयोग आसीत् तथा द्रव्योत्पत्तिक्षणे यथा द्रव्य उत्पत्ति भविष्यति तत्र रूपादीनां रूपादीनाम् इत्युक्ते रूपा रूपः आकार इत्यादीनां रूपा संख्या इत्यादिगुणानां रूप एकत्व इत्यादि सामान्यगुणानि सन्ति खलु तेषाम् उत्पत्तिः द्रव्यस्य उत्पत्तिक्षणे एव भवति वा इति भवति न वा एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः न भवति इति अत्र लिखितम् न भवति द्रव्य उत्पत्तिक्षणे न भवति. किमर्थं तथा स्वीकरणीयं भवति? क्षणान्तरं भवति, एकक्षणम् अनन्तरम् एकक्षणानन्तरमेव भवति गुणानाम् इत्यादीनाम् इति किमर्थं स्वीकरणीयं तथा इति अग्रे उक्तम् तथा त्वे द्रव्यस्य गुणानां च युगपत् उत्पत्त्या द्रव्यं गुणोत्पत्तिक्षणापूर्वक्षणावृत्ति न स्यात् इत्युक्ते युगपत् द्रव्यं गुणं युगपत् उत्पत्ति चेत् गुणोत्पत्तिक्षणापूर्वक्षणावृत्तिः न स्यात् इत्युक्ते किञ्चित् क्लेशं वदामि वा अथवा प्रयत्नं करोति? गुणोत्पत्तिक्षणापूर्वक्षणावृत्ति अत्र किञ्चित् विभज्य वदामि. गुणोत्पत्तिः गुणः गुणस्य उत्पत्तिः यदा भवति तस्मिन् क्षणे तस्मात् क्षणात् पूर्वक्षणवृत्तिः तस्मात् क्षणात् पूर्ववृत्तिः द्रव्य उत्पत्तिः खलु? हा हा सत्यं सत्यं तस्मात् पूर्वं भवति द्रव्योत्पत्तिः. परन्तु अत्र प्रश्नः अस्ति, यदि वयं द्रव्यः गुणः युगपद् तयोः युगपद् उत्पत्तिः भवति इति वदामश्चेत् तत्र द्रव्यम् इति गुणात् पूर्वं न उत्पद्यते इति साधितं किल? एकस्मिन् क्षणे एव युगपद् उत्पत्तिः इति वदामश्चेत् तदा द्रव्यं गुणोत्पत्तिक्षणपूर्ववृत्तिः न भवति अस्तु न भवति तथा स्वीकर्तुं शक्नुमः वा इति अतः भगिनि युगपत् अर्थम् अत्र युगपत् एक एकसमये सत्यम् एकस्मिन् एव क्षणे तथा न अङ्गीकर्तुं शक्नुमः यतोहि अग्रे पठतु न स्यात् तर्हि अतः तस्य कारणत्व न महोदय अत्र अवशिष्टम् अस्ति वाक्यं किमर्थं तथा न वक्तुं शक्नुमः तत् गुणान् प्रति कारणमपि द्रव्यं कारणं भवति गुणस्य कारणं द्रव्यमेव इति अर्थं वा द्रव्यं गुणं प्रति कारणं गुणं प्रति कारणं समवायिकारणम् इति वक्तुं निकषाः भवेयुः किल त्रयः निकषाः कार्यात् पूर्वक्षणे स्थातव्यं कार्याधिकरणे स्थातव्यम् इत्यादिकं खलु इदानीं पूर्वस्मिन् परिच्छेदे उक्तं यत् सङ्ख्यादिगुणानां द्रव्यमेव समवायिकारणम् इति यदि द्रव्यं समवायिकारणं स्यात् तर्हि गुणस्य उत्पत्तेः पूर्वक्षणे स्थातव्यं द्रव्येण द्रव्यः द्रव्यं गुणः युगपत् एकस्मिन् क्षणे तयोः उत्पत्तिः इति न वक्तुं शक्नुमः तदर्थमेव उक्तं यदि एकस्मिन् क्षणे उत्पत्तिः युगपत् इति वदामः तर्हि तदा द्रव्यं गुणं प्रति कारणम् इति वक्तुं न शक्नुमः इति अतः अस्तु भगिनि एकः प्रश्नः द्रव्यं गुणान् प्रति कारणं न वक्तुं शक्नोति अथवा गुणोत्पत्तिक्षणापूर्वक्षणावृत्ति एतद् वाक्यं न एतद् वाक्यं यदस्ति द्वितीयं वाक्यं हैपोथेटिकल् अस्ति द्वितीयवाक्यं हैपोथेटिकल् सिनारियो अस्ति द्रव्यमेव कारणं वस्तुतः गुणं प्रति परन्तु यदा द्रव्यगुणयोः युगपत् उत्पत्तिः अभविष्यत् तर्हि द्रव्यं गुणं प्रति कारणं न अभविष्यत् साधितं भवति परन्तु वयं तु जानीमः खलु द्रव्यमेव कारणं गुणं प्रति पृथ्वी एव कारणं गन्धं प्रति जलमेव कारणं शीतस्पर्शं प्रति इत्यादिकं तदर्थं द्रव्यगुणयोः युगपत् उत्पत्तिः न भवितुम् अर्हति अतः तस्य कारणत्वरक्षायै तस्य कारणत्वरक्षायै इत्युक्ते गुणस्य कारणत्वरक्षायै एव गुणं प्रति द्रव्यं कारणत्वम् इत्यस्य रक्षायै एक निकषः उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति उत्पन्नं द्रव्यं क्षणम् इत्युक्ते एकक्षणमेव द्रव्य उत्पन्न उत्पत्तिसमये एकक्षणमेव उत्पन्नं द्रव्यं निर्गुणं निष्क्रियं च तिष्ठति इति इत्युक्ते गुणरहित अथवा क्रियारहितद्रव्यम् एकक्षणं यदा तस्मिन् क्षणे यदा उत्पत्तिः भवति द्रव्यस्य तस्मिन् क्षणे द्रव्ये गुणः अपि न भवति क्रिया अपि न भवति नियमः अस्ति कारणत्वस्य रक्षायै भवति तथा नो चेत् द्रव्यं कस्यचित् कारणम् इति न वक्तुमेव शक्नुमः खलु तदर्थम् अस्तु तस्मात् प्रथमक्षणे कार्यं द्रव्यमेव जायते तत् नियमानुसारं प्रथमक्षणे कार्यं द्रव्यमेव तदात्मकसमवायिकारणसमवधानेन अवधानेन इत्युक्ते स्थित्वा इति चिन्तयतु तत्र अर्थः कः इत्युक्ते तदात्मक कुत्र द्रव्यात्मक द्रव्ये विद्यमानम् इत्यस्य अर्थे तदात्मक द्रव्यात्मक समवायीकारण समवधानेन द्वितीयक्षणे गुणोत्पत्तिः प्रथमक्षणे द्रव्य उत्पत्तिः तत्र तदा द्रव्यं निर्गुणं निष्क्रियं च तिष्ठति तदनन्तरं समवायिककारणसमवाधेन द्वितीयक्षणे गुणोत्पत्तिः भवति इति सरलतया वक्तव्यं भवति चेत् द्वितीयक्षणे समवायसम्बन्धेन गुणस्य उत्पत्तिः भवति कुत्र द्रव्ये द्रव्ये हा अस्तु चित्रम् एकवारं निरूपयतु तदेव अर्थः चित्रेण बोध्यते चैत्रक्षणः चैत्रक्षण समवधानं सामग्री घटः दण्डादि एतानि सर्वाणि घटं प्रति कारणानि खलु आम् तदर्थं घटोत्पत्तेः पूर्वक्षणं भवन्ति चैत्रक्षणे किन्तु घटसामग्री हा घटसामग्री आमामामां दण्डादिघटसामग्री सम आम् अस्तु वैशाखक्षणः घटोत्पत्तिः न गुणः नापि क्रिया ज्येष्ठक्षणः गुणोत्पत्तिः द्रव्यम् अथवा अत्र घटः आषाढगणः रूपादयः गुणाः द्रव्यम् अत्र घटः इत्युक्ते चत्वारि केवलं निरूपणार्थं तथा प्रदर्शितम् आम् चत्वारः क्षणाः प्रथमक्षण चैत्रक्षण चैत्रक्षण दण्डादिघटसामग्री समवधानं भवति अनन्तरं घटोत्पत्तिः गुणरहितघटोत्पत्तिः अपि च क्रियारहितघटोत्पत्तिः भविष्यति तदनन्तरं गुणोत्पत्तिः भविष्यति घटे अत्र द्रव्ये अत्र घटे भविष्यति अन्तिमे आषाढगणे रूपादयः गुणादयः गुणाः अपि द्रव्ये भविष्यति इति एकत्वम् इति एकम् अपरस्य कारणं भवति अस्मिन् क्रमे तावदेव अस्तु अग्रे पठतु महोदय स्थिते चैवं द्वितीय स्थिते चैवं द्वितीयक्षणे एकत्वमेव उत्पद्यते तस्य एकत्वं द्वित्वस्य असमवायीकारणं तश्च एकत्वं द्वित्वस्य असमवायीकारणम् पूर्णतया पठतु अहं वदामि अतः एकत्वोत्पत्त्यनन्तरम् एकत्वोत्पत्त्यनन्तरं द्वितीयोत्पत्तिः तदुत्पत्तिप्रक्रिया च उद्ग्रन्थे द्रष्टव्या अस्तु अत्र द्वितीयक्षणे एकत्वम् इति उत्पद्यते द्वितीयक्षणे इत्युक्ते घटोत्पत्तेः अनन्तरं प्रथमक्षणे घटः द्वितीयक्षणे घटे विद्यमानाः गुणाः उत्पद्यन्ते खलु तर्हि एकः घटः इति द्वितीयक्षणे भवति अस्तु एकत्वम् इति गुणः द्वितीयक्षणे एव उत्पद्यते घटे एषः गुणः एकत्वम् इति पुनः द्वित्वम् इत्यस्य कारणं भवति एकत्वं द्वित्वस्य कीदृशं कारणम् असमवायिकारणं किमर्थम् असमवायिकारणम् इति उच्यते कोऽपि वदति वा संयोगसम्बन्धः संयोगसम्बन्धेन कुत्र अस्ति भगिनी? समानाधिकरणे यथा अहं वयं पठितवन्तः एकत्वं समानाधिकरणेन रूपे प्रतीयते तथैव तत्तु असमवेतगुणानां तत्तु गुणानां मध्ये कीदृशः सम्बन्धः इति, परन्तु अत्र किम् उक्तं? प्रथमक्षणे घटोत्पत्तिः, द्वितीयक्षणे एकत्वम् इति गुणः, तृतीयक्षणे यदि द्वित्वम् इति गुणः उत्पद्यते तदा एकत्वं द्वित्वस्य असमवायिकारणम्। इदानीम् अहं पृच्छामि असमवायिकारणम् इत्युक्ते किं, स्मरन्ति वा इति? कोऽपि वक्तुं शक्नोति चेत् वदतु। समवायिसम्बन्धः नास्ति तत् असमयिकारणं भवति। हा तत्तु सत्यं, समवायिकारणे भवति असमवायिकारणम् इति वा? सत्यं सत्यं, तत्र समवायिकारणे भवति। अत्र समवायिकारणं किं द्वित्वस्य? द्वित्वस्य द्वित्वम् इति अपि गुणः, एकत्वम् इति अपि गुणः। अस्तु, गुणः द्रव्ये एव वर्तते समवायेन, तर्हि द्वित्वस्य अपि समवायिकारणम् इति घटः एव, घट समानाधिकरणम्। सत्यं, परन्तु यदि असमवायिकारणम् इति निर्देष्टुम् इच्छामः तदा द्वित्वम् एकत्वस्य समवायिकारणं भवति। सत्यं, तस्य निरूपणार्थम् अंशद्वयं परिशीलनीयं भवति। एकं तु यः कोऽपि गुणः अथवा क्रिया, एकत्वम् इति गुणः अथवा या कापि क्रिया समवायिकारणे भवतु, अपि च एषः गुणः अथवा एषा क्रिया कार्यं प्रति कारणं भवतु। इदानीम् एकत्वस्य विषये चिन्तयामश्चेत् एकत्वम् इति समवायिकारणे नाम घटे समवायसम्बन्धेन वर्तते, अपि च द्वित्वम् इत्यस्य इति गुणं प्रति कारणमपि अस्ति। कथं कारणमस्ति इत्युक्ते एकत्वम् इति यावत्पर्यन्तं न साधयितुं शक्नुमः तावत्पर्यन्तं द्वित्वम् अथवा त्रयः घटाः इति वक्तुं न शक्नुमः खलु। प्रथमतया एकत्वम् इति ज्ञानं भवति चेत् अस्तु अयं घटः इति कृत्वा द्वित्वम् इति ज्ञानम् उत्पद्यते इति कृत्वा एकत्वं द्वित्वं प्रति कारणम्, अपि च एकत्वं समवायिकारणे घटे समवायेन वर्तते इति द्वौ निकषौ स्तः तत्र नियमद्वयम्। अस्तु, तत् परिशील्य एकत्वं द्वित्वस्य असमवायिकारणम् इति उच्यते। अतः एकत्व उत्पत्ति अनन्तरं द्वित्व द्वित्वोत्पत्तिः, वयं तु जानीमः एव कारणं प्रथमं भवति अनन्तरं कार्यम्। अस्तु, अत्र एकत्वम् इति कारणं, द्वित्वम् इति कार्यम्, एकत्वं द्वित्वोत्पत्ति पूर्वक्षणे भवति अथवा एकत्वोत्पत्ति अनन्तरं द्वित्वोत्पत्तिः, अपि च तद् उत्पत्तिप्रक्रिया उद्ग्रन्थे द्रष्टव्या इति। उत्पत्तिप्रक्रियायां वस्तुतः महोदयेन उक्तं वर्गे अष्टसोपानानि सन्ति। अस्य नाम क्षणप्रक्रिया इति उच्यते। द्वित्वं प्रति एकत्वं कारणम् इति वक्तुम् अष्टसोपानानि सन्ति। इन्द्रियार्थसन्निकर्षः, एकत्व सामान्यज्ञानम्, अपेक्षाबुद्धिः इत्यादिकं महोदयेन अष्टसोपानानि उक्तं, तत्सर्वम् अस्मिन् ग्रन्थे नास्ति, अपरेषु उद्ग्रन्थेषु एषा प्रक्रिया भवति इति उक्तम्। असमवायिकारणम् इत्युक्ते किम् इत्यस्य परिचयार्थम् इदमुक्तम्, एकत्वं द्वित्वस्य असमवायिकारणम् इति। अग्रे गत्वा परिशीलयेम असमवायिकारणनिरूपणविषये। कोऽपि प्रश्नः अस्ति वा? अत्र भगिनी एकत्वोत्पत्त्यनन्तरं द्वित्वोत्पत्तिः चित्रे दर्शितमस्ति गुणद्वयं खलु, घटद्वयं न? चित्रे किम् अस्ति, चित्रे एकत्वम् इति न प्रदर्शितम्, रूपादयः गुणाः द्रव्ये अस्ति इति एव उक्तम्. परन्तु केवलम् असमवायिकारणस्य अग्रे गमनात् पूर्वं परिचयत्वेन तावदेव. अन्य कोऽपि प्रश्नः भगिनि? आषाढक्षणे केवलं विशेषगुणाः उत्पद्यन्ते, तदनन्तरम् असाधारणगुणाः इति वा इति प्रतीयते वा? आषाढक्षणे किं विशेषगुणाः? तथा तु किमपि नास्ति खलु भगिनि. विशेषगुणाः इत्युक्ते किं? पृथिव्यां गन्धः विशेषगुणः तथा वदति वा भवती? रूपादयः गुणाः इति अस्ति खलु. अस्तु अस्तु अस्तु, परन्तु अत्र विशेषगुणः इति किमपि नास्ति. घटः इति पृथ्वी, यदा घटः जायते तदा घटे रूपं जायते, घटे गन्धः जायते, घटे एकत्वं जायते, घटत्वं जायते, घटत्वम् इति जातिः अपि जायते. अस्तु अस्तु, तर्हि रूपादयगुणाः इत्युक्ते सर्वे गुणाः एकत्वम् अपि. सत्यं सत्यं सत्यं, ये केपि भवितुमर्हन्ति. घटे घटे शब्दः अस्ति इति तु प्रायः न वक्तुं शक्नुमः, परन्तु ये केपि भवितुमर्हन्ति, रूपं गन्धः इत्यादिकम्. अस्तु भगिनि. अस्तु जयन्ती भगिनी एव अग्रे पठतु. असमवायिकारणनिरूपणम्. अतः किम् एतत् असमवायिकारणं नाम? उच्यते, क्षम्यताम्, उच्यते निरूपितं हि समवायिकारणं यदि स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति. यथा कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं जनयति, अतः कपालः घटसमवायीकारणम्. तादृशे समवायीकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तत् असमवायीकारणम्. यथा कपालद्वयसंयोगः घटं प्रति असमवायीकारणं भवति, संयोगो हि गुणः. सः पूर्वोक्तरीत्या समवायेन द्रव्ये कपाले भवति, एवं दण्डचक्रादिकारणसमवधाने अपि न कपालद्वयसंयोगेन विना घटस्य उत्पत्तिः भवति. अतः कपालद्वयसंयोगः घटस्य जनकोऽपि भवति. एवं सः कपालरूपघटसमवायिकारणे समवायसम्बन्धेन स्थित्वा घटात्मकं कार्यं जनयति. अतः कपालद्वयसंयोगः घटस्य असमवायिकारणम्. अत्र असमवायिकारणं किम् इति दीयते. उच्यते निरूपितं हि असमवायिकारणम्. एतावता यत् वयं पठितवन्तः समवायिकारणं यत् तादात्म्यसम्बन्धेन भवति कपालः इति वयं कपालः स्वस्मिन् तादात्म्यसम्बन्धेन भवति, समवायसम्बन्धेन घटस्य घटं घटस्य कारणं भवति, घटम् उत्पादयति घटं तु कार्यं. यथा कपालः तत् समवायीकारणं. यथा कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं जनयति, अतः कपालः घटसमवायीकारणम्. आम्, तादृशे समवायीकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तत् असमवायीकारणं. कपालः तु समवायीकारणं, घटस्य समवायीकारणं. तस्मिन् एव स्थित्वा, कपाले स्थित्वा समवायेन कार्यम् उत्पादयति. यथा एकः घटः इति वयं वदामश्चेत् एकत्वम् इति गुणः समवायेन कपाले स्थित्वा एकनिमिषः एकत्वम् इति घटविशिष्टगुणः न तु कपालस्य खलु एकत्वम् इति कस्य गुणः इति वदति भवती एकः घटः इत्यस्मिन् सन्दर्भे खलु इत्यस्मिन् प्रसङ्गे हा तर्हि एकः इति गुणः कपालस्य नास्ति अपि तु घटस्य आमामां क्षम्यताम् वदतु अग्रे परन्तु अत्र कपालद्वय उदाहरणं दीयते खलु कपालद्वयसंयोगेन एव घटः घटम् उत्पादयति यथा कपालद्वय अतः संयोगः इति गुणः संयोगः अपि एकः गुणः पूर्वस्मिन् पुटे एव दत्तं संयोगः प्रसिद्धः क्रियाजन्यः इति सः गुणः कुत्र अस्ति कपाले कपाले एव अस्ति अपि च कपालः समवायीकारणं खलु संयोगः गुणः तर्हि समवायेन समवायीकारणे समवायेन संयोगः भवति इति वक्तुं शक्नुमः वा अतः तत् असमवायिकारणं भवति संयोगः इति कपालद्वयसंयोगेन घटं भवति संयोगः इति गुणः कपाले समवायेन भवति अतः संयोगः कपालद्वयसंयोगः असमवायिकारणम् इति खलु संयोगो इति गुणः सः पूर्वोक्तरीत्या समवायेन द्रव्ये कपाले भवति तावदेव एवं दण्डचक्रादिकारणसमवधाने अपि न कपालद्वयसंयोगेन विना घटस्य उत्पत्तिः ये सामग्री वयं दृष्टवन्तः ते तु समवायिकारणं घटस्य प्रति के सामग्री दण्डचक्रादि चिन्तयतु समवायिकारणम् इत्यस्य लक्षणवाक्यं किम् आसीत् समवायेन स्थित्वा तादात्म्येन उत्पादयति इति खलु समवायेन जनयति कार्यं ओ तर्हि दण्डचक्रादि निमित्तकारणानि खलु सत्यं सत्यं अत्र दण्डचक्रादिसामग्री स्थित्वा अपि कपालद्वयसंयोगेन एव घटस्य निर्माणं भवति सत्यम् अतः कपालद्वयसंयोगः असमवायिकारणम् इति अतः कपालद्वयसंयोगः घटस्य जनको अपि भवति घटस्य जनकः अपि भवति तत्र द्वौ निकषौ इति उक्तं प्रथममस्ति समवायेन समवायीकारणे स्यात् तत्तु तत्तु भवति एव संयोगः गुणः द्वितीयः निकषः अस्ति कार्यं प्रति कारणम् इति द्वितीयः निकषः अस्मिन् वाक्ये उक्तम् अतः कपालद्वयसंयोगः घटस्य जनकः अपि एवं सः कपालरूपघटसमवायिकारणे समवायसम्बन्धेन स्थित्वा घटात्मकं कार्यं जनयति पुनः तदेव उक्तम् अतः कपालद्वयसंयोगः घटस्य असमवायिकारणम् आहत्य निकषद्वयं यथा भवत्या उक्तं निकषद्वयम् अस्ति एकं तु समवाये समवाये स्थित्वा समवायेन कार्यं जनयति कार्यं प्रति कारणं भवति द्वितीयनिकषः इति कृत्वा कपालसंयोगः इति असमवायिकारणम् इति एकः उदाहरणमेव अस्तु गुणस्य स्थाने क्रिया अपि भवितुम् अर्हति यः कोऽपि अथवा या कापि क्रिया इति चिन्तयतु सा क्रिया अपि समवायिकारणे समवायेन एव भवति खलु यतोहि द्रव्यं द्रव्ये समवायिकारणेन एव भवति क्रिया अपि. स्मरन्ति वा क्रिया क्रियवतोः मध्ये अपि समवायिकारणमेव? आम्, समवायिसम्बन्धः. आम्, तर्हि तादृशी या कापि क्रिया स्यात् या समवायिकारणे समवायेन भवति अपि च कार्यं प्रति कारणं भवति, सा अपि असमवायिकारणम् इति उच्यते. यथा घटसंयोगः, यथा कपालसंयोगः. अस्तु, बुद्धम्? आं, बुद्धं. अस्तु, वर्धिनी भगिनी अग्रे पठति वा? भगिनि, एकः प्रश्नः, तत्र तृतीयवाक्यं यद्धि अस्ति, तत् यत् प्लस् हि वा? सत्यं, यत् प्लस् हि, सन्धि अनन्तरं यद्धि इति भवति. गोपालमहोदय, एते सर्वे व्याकरणवर्गे अपि अस्ति, ते जानीयुः सम्यक्तया. एवं तन्तुद्वयसंयोगे, एवं तन्तुद्वयसंयोगः अपि तन्तौ समवायेन स्थित्वा तत्रैव समवायेन घटात्मकं कार्यं जनयति इति तन्तुद्वयसंयोगः पटसमवायिकारणं, पट असमवायिकारणं. यथा समवायिकारणे कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, तथैव इह अपि समवाय एव. कारणाधिकरणे कपालद्वयसंयोग अधिकरणे कपाले घटस्य समवायेन एव उत्पद्यमानत्वात् तन्तुद्वयसंयोगः अपि तन्तौ समवायेन स्थित्वा तत्रैव समवायेन घटात्मकं कार्यं जनयति इति तन्तुद्वयसंयोगः पट असमवायिकारणं, पट असमवायिकारणम्. अस्तु, अत्र पटस्य समवायिकारणं किम्? तन्तुद्वयसंयोगः समवायिकारणेन पटस्य समवायिकारणं किम् अस्ति? तन्तुः. तन्तुः, हा, यतोहि तन्तुः तादात्म्येन स्थित्वा समवायेन पटम् उत्पादयति इति तन्तुः पटस्य समवायिकारणं. पटस्य असमवायिकारणं किम् अस्ति? पटसमवायिकारणं समवायेन पटात्मकं कार्यं जनयति इति तन्तुद्वयसंयोगः. तन्तुद्वयसंयोगः, सत्यं, तन्तुद्वयसंयोगः पट असमवायिकारणं. यथा कपालसंयोगः तथैव तन्तुद्वयसंयोगः इति असमवायिकारणम्. असमवायिकारणम्. अस्तु, अग्रे. यथा समवायिकारणे कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, यथा समवायिकारणे कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, तथैव इहापि समवाय एव. अस्य अर्थः अस्ति, कपालः अस्ति, कपाले घटः अस्ति, घटः इति कार्यमस्ति खलु? तर्हि कार्यता कुत्र अस्ति? एकनिमिषः, घटः कारणं भवति गुणानां प्रति, परन्तु कपालः घटः इत्यस्यां चर्चायां घटः कार्यं, कपालः समवायिकारणम्. तर्हि कार्यता कुत्र वर्तते? कार्ये. कार्ये वर्तते. कार्यमिति किं? घटः एव कार्यम्. अस्तु, अपि च घटः केन सम्बन्धेन समवायिकारणे वर्तते? समवायसम्बन्धेन. अपि च घटे कार्यता अपि अस्ति, सा कार्यता समवायीकारण समवाय अवच्छेदक सा कार्यता समवायसम्बन्धेन अवच्छेद्या भवति इति कृत्वा समवायी समवायसम्बन्धः कार्यता अवच्छेदकसम्बन्धः. यतोहि कार्यं कारणम् अनयोः मध्ये समवायसम्बन्धः एव अस्ति, अन्य कोऽपि सम्बन्धः नास्ति. अस्तु अग्रे. कारण अधिकरणे कपालद्वयसंयोग अधिकरणे कपाले घटस्य समवायेन एव उत्पद्यम् कारणाधिकरणे कपालद्वयसंयोग अधिकरणे कपालद्वयसंयोग अधिकरणे कपाले घटस्य समवायेन एव उत्पद्यमानत्वात् इति एव मया उक्तं. कार्यम् इति घटः, सः घटः समवायसम्बन्धेन एव उत्पद्यते. कुत्र उत्पद्यते? कारणस्य अधिकरणे, नाम कपाले. अपि च कपालः इति कपालद्वयसंयोगस्यापि अधिकरणम्. कपालद्वयोः मध्ये द्वयोः कपालयोः मध्ये संयोगः अस्ति इति वदामश्चेत् संयोगः कपाले एव अस्ति इति अर्थः. इदं सर्वं परिशील्य समवायसम्बन्धः एव कार्यता अवच्छेदकसम्बन्धः. यथा समवायिकारणस्थले आसीत् तथैव समवायिकारणे कारणस्थले अपि कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः इति उच्यते. अस्तु अग्रे अपि पठतु भगिनि, तत्र लक्षणवाक्यम् अस्ति असमवायिकारणस्य. कारणता अवच्छेदकसम्बन्धस्तु समवायिकारणत्वे तादात्म्यं प्रवेशितम् इह भवति समवाय एव. तथा च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्न कारणताश्रयत्वम् असमवायिकारणत्वम् असमवायिकारणस्य च तदेव तटस्थलक्षणम्. कारणतः अवच्छेदकसम्बन्धः समवायिकारणत्वे तादात्म्यं प्रावेशितं. कपालः तादात्म्यसम्बन्धे कपाले अस्ति. हा, कुत्र? एतत् समवायिकारणस्थले आसीत् खलु. कपालः समवायिकारणम्, अपि च भवती उक्तवती एव तादात्म्यसम्बन्धेन कपालः स्वस्मिन् इति कृत्वा एकनिमिषः इति कृत्वा तादात्म्यः सम्बन्धः कस्य अवच्छेदकः? कपाले कारणतायाः कारणता अवच्छेदकसम्बन्धः. इह भवति समवाय एव. इह भवति समवाय एव. तथा च समवाय इह इत्युक्ते अत्र, इह इत्युक्ते अत्र असमवायिकारणस्थले कारणम् इति यद्वयं जानीमः, संयोगः अथवा क्रिया इति यत्किमपि, तत् कारणं समवायसम्बन्धेन भवति कार्याधिकरणे इति कृत्वा असमवायिकारणस्थले कारणता अवच्छेदकसम्बन्धः भवति समवायसम्बन्धः. इति स्पष्टं स्यात्? अस्तु अग्रे अस्ति असमवायिकारणत्वस्य लक्षणवाक्यम्, एकवारं पठतु भगिनि. तथा च समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् असमवायिकारणत्वम् असमवायिकारणस्य च तदेव तटस्थलक्षणं इति असमवायिकारणस्य लक्षणवाक्यम् अस्ति. समवायिकारणस्थले केवलं कारणतावच्छेदकसम्बन्धः तादात्म्यः, अत्र कारणतावच्छेदकसम्बन्धः अस्ति समवायः, उभयत्र कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः एव. अत्र कोऽपि प्रश्नः? यत्र उभयत्र समवायसम्बन्धः अवच्छेदकः अस्ति तत् असमवायिकारणत्वम् इति न, उभयत्र समवायस्थले असमवायिस्थले कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः. यतोहि कार्यं समवायेन एव भवति अधिकरणे, अन्येन सम्बन्धेन न. परन्तु कारणता अवच्छेदकसम्बन्धः भिद्यते. असमवायिकारणस्थले अस्ति समवायसम्बन्धः, कारणता अवच्छेदकः समवायिस्थले तादात्म्यसम्बन्धः. तटस्थलक्षणमिति पूर्वमपि पठितं खलु, गन्धवती पृथ्वी इत्यस्य वदनात् स्थले गन्धवत्वं पृथिव्याः लक्षणं तादृशसम्बन्धः अत्रापि. अन्य कोऽपि प्रश्नः नास्ति चेत् विरमामः. धन्यवादः. शुभरात्रिः. धन्यवादः. धन्यवादः.